पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 79 विशालोवाच शर्मिष्ठा यस्य वै भार्या देवयानी वरानना सौभाग्यं तत्र वै दृष्टमन्यथा नास्ति भूपते तत्कथं त्वमहाभाग अस्या कार्यवशो भवेः सपत्नजेन भावेन भवान् भर्ता प्रतिष्ठितः ससर्पोऽसि महाराजभूतले चन्दनं यथा सर्पैश्च व्यष्टितो राजन् महाचन्दन एव हि तथा त्वं वेष्टितः सर्पैः सपत्नी नाम संज्ञकैः वरमग्निप्रवेशश्च शिखाग्रात्पतनं वरं रूपतेजस्समायुक्तं सपत्नी सहितं प्रियं न वरं तादृशं कान्तं सपत्नी विषसंयुतं तस्मान्नमन्यदे कान्तं भवन्तं गुणसागरं राजोवाच देवयान्यान मे कार्यं शर्मिष्ठया वरानने इत्यर्थं पश्य मे कोशं सत्त्वधर्मसमन्वितम् अश्रुबिन्दुमत्युवाच अहं राज्यस्य भोक्त्री च तव कायस्य भूपते यद्यद्वदाम्यहं भूप तत्तत्कार्यं त्वया ध्रुवम् इत्यर्थे मम देहि स्वं करं त्वं धर्मवत्सला बहुधर्मसमोपेदं चारुलक्षणसंयुतं राजोवाच अन्यभार्यां न विन्दामि त्वां विना वरवर्णिनि राज्यं च सकलामुर्वीं मम कायं वरानने सकोशं भुङ्क्ष्व चार्वाङ्गी एष दत्तकरस्तव यदेव भाषसे भद्रे तदेवं तु करोम्यहम् अंशु बिन्दुमत्युवाच अनेनापि महाभाग तव भार्या भवाम्यहम् एवमाकर्ण्य राजेन्द्रो हर्षव्याकुललोचनः गान्धर्वेण विवाहेन ययादिपृथिवीपदिः उपयेमे सुदां पुण्यां मन्मथस्य नरोत्तम तया सार्धं महात्मा वैरमते नृपनन्दनः सागरस्य च तीरेषु वनेषूपवनेषु च पर्वतेषु च रम्येषु सरित्सु च तया सह रमदे राजराजेन्द्रस्तारुण्येन महीपतिः एवं विंशत्सहस्राणि गतानि निरतस्य च भूपस्य तस्य राजेन्द्र यया तेस्तु महात्मनः विष्णुरुवाच एवं तया महाराजो ययातिर्मोहितस्तदा कन्दर्पस्य प्रपञ्चेन इन्द्रस्यार्थे महामदे सुकर्मोवाच एवं पिप्पलराजासौ ययातिः पृथिवीपतिः तस्या मोहनकामेन रतेन ललितेन च न जानाति दिनं रात्रिं मुग्धकामस्य कन्यया एकदा मोहितं भूपं ययादिं कामनन्दिनी उवाच प्रणदं नम्रं वशगं चारुलोचना अश्वबिन्दुमत्युवाच संजातं दोहदं कान्ततन्मे कुरु मनोरथम् अश्वमेधमखश्रेष्ठं यजस्व पृथिवीपदे राजोवाच एवमस्तु महाभागे करोमि तव सुप्रियं समाहूय सुतश्रेष्ठं राज्यभोगे विनिस्पृहं समाहूदसमायादो भक्त्यानमितकन्धरः बद्धाञ्जलिपुडो भूत्वा प्रणाममकरोत्तदा तस्या पादौ न नामाधभक्त्या नमिदकन्धरः आदेशो दीयतां राजन्येनाहूदः समागतः किं करोमि महाभाग दासस्ते प्रणतोऽस्मि च राजोवाच अश्वमेधस्य यज्ञस्य सम्भारं कुरु पुत्रक समाहूयद्विजान् पुण्यान् मृत्तिजो भूमिपालकान् एवमुक्तो महातेजा पुरुः परमधार्मिकः सर्वं चकारसम्पूर्णं यथोक्तं तु महात्मना तया सार्धं स जग्राह सुदीक्षां कामकन्यया अश्वमेधयज्ञवाडे दत्त्वा दानान्यनेकधा ब्राह्मणेभ्यो महाराज भूरि दानमनन्तकं दिनेषु च विशेषेण ययाधिपृथिवीपतिः यज्ञान्ते च महाराजस्तामुवाजवराननाम् अन्यत्ते सुप्रियं बाले किं करोमि वदस्व मे तत्सर्वं देवि कर्ता अस्मि साध्या साध्यं वरानने सुकर्मोवाच इत्युक्ता तेन सा राज्ञा भूपालं प्रत्युवाचः जादो मे दोहदो राज्यं तत्कुरुष्व ममानख इन्द्रलोकं ब्रह्मलोकं शिवलोकं तथैव च विष्णुलोकं महाराज द्रष्टुमिच्छामि सुप्रियं दर्शयस्व महाभाग यदहं सुप्रिया तव एवमुक्तस्तया राजा तामुवाच ससुप्रियं साधु साधु वरारोहे पुण्यमेव प्रभाषसे स्त्रीस्वभावाच्चापल्याद कौतुकाच्च वरानने यत्तवोक्तं महाभागे तदसाध्यं विभाधि मे तत्साध्यं पुण्यदानेन यज्ञेन तपसापि च अन्यथा न भवेत् साध्यं यत्त्वयोक्तं वरानने असाध्यं तु भवत्या वै भाषितं पुण्यमिश्रितं मर्त्यलोकाचरीरेण अनेनापि च मानवः श्रुतो दृष्टो न मेद्यापि गतस्वर्गं सुपुण्यकृत ततो साध्यं वरारोहे यत्त्वया भाषितं मम अन्यदेव करिष्यामि प्रियं ते तद्वदप्रिये देव्युवाच अन्यैश्च मानुषै राजन्न साध्यं स्यान्न संशयः त्वयि साध्यं महाराज सत्यं सत्यं वदाम्यहं तपसा यस्य साक्षात्रायैर्दानायैर्यज्ञैश्च भूपते नास्ति भवादृशश्चान्यो मर्त्यलोके च मानवः क्षात्रं बलं सुतेजश्च त्वयि सर्वं प्रतिष्ठितं तस्मादेवं प्रकर्तव्यं मत्प्रियं न कुशात्मज इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मातापितृतीर्थवर्णने ययादिचरित्रे एकोनाशीतितमोऽध्यायः ॐ